अद्यतनविषयः अस्ति संयोगः इति. संयोगस्य प्रसङ्गे एकं करपत्रं पठन्तः स्मः वयं. तत्र मुख्यः प्रश्नः अस्ति संयोगः कुत्र कुत्र वर्तते इति. करपत्रस्य आरम्भे एव मूर्तगतक्रियया तस्य मूर्तान्तरेण विभुज्ना च सः संयोगः भवति इति उक्तमस्ति. तर्हि मूर्तद्रव्येण सह अपरेण मूर्तद्रव्यस्य अपरेण मूर्तद्रव्येण सह अथवा विभुद्रव्येण सह च संयोगः भवति इति अस्माभिः ज्ञातम्. ततः अग्रे गत्वा एकः नियमः आसीत्, अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति. यथा हस्तः अपि च शरीरं, हस्तः इति अवयवः, शरीरम् इति अवयवी. तर्हि हस्ते यदा संयोगः जायते मूर्तान्तरेण वा अथवा विभुना अपरेण द्रव्येण सह, तदा शरीरस्य अपि तेन एव द्रव्येण सह संयोगः जायते. तथा एव अन्यत्र अपि यत्र अवयवी अवयवभावः अस्ति, तर्हि अवयवसंयोगेन अवयविनः अपि संयोगः उत्पद्यते इति. तस्मिन् एव मार्गे अग्रे गत्वा अस्माभिः संयोगस्य द्वैविध्यं दृष्टमस्ति. तत्र संयोगः इति कर्मजः वा भवति अथवा संयोगजः इति उच्यते. तत्र एकम् उदाहरणं दत्वा किञ्चित् विवृणोति वा सन्ध्या भगिनी? कर्मजः संयोगजः अनयोः भेदः कः अपि च कुत्र वर्तते इति. तत्र उदाहरणमस्ति, यदि हस्तः अस्ति अनन्तरं पुस्तकमस्ति, यदि हस्तपुस्तकयोः तत्र कापि तत्र क्रिया भवति, तेन तया क्रियया यदि संयोगः भवति हस्तपुस्तकस्य, तर्हि सः संयोगः कर्मजः संयोगः इति उच्यते. अनन्तरं हस्तः शरीरस्य तत्र भागः अस्ति, अवयवः अस्ति, हस्तस्य शरीरस्य च तत्र सम्बन्धः अस्ति इति कृत्वा शरीरस्य अनन्तरं पुस्तकस्य यः संयोगः भवति सः संयोगः हस्तपुस्तकयोः संयोगः भवति, अतः शरीरस्य पुस्तकस्य च संयोगः भवति. इदानीं शरीरपुस्तकयोः संयोगः संयोगजः संयोगः इति उच्यते. समीचीनं. तर्हि इतोपि एकः नियमः निष्पन्नः, सः कः? तर्हि यदि अवयवस्य संयोगः भवति एकेन द्रव्येण सह, तर्हि अवयविनः अपि संयोगः भवति इति प्रथमः नियमः. द्वितीयः तु आसीत् अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इति. आम्, अस्तु. अवयविनी कीदृशः संयोगः इत्युक्ते संयोगजः संयोगः, अवयवस्य क्रियया जात संयोगः, स च कर्मजः कर्मजः इति उच्यते. अस्तु, इतः अग्रे गत्वा एकः प्रश्नः आगतः. तत्र हस्ते या क्रिया अस्ति तया तु कर्मजः संयोगः भवति इति तु सत्यम्, किन्तु सा एव क्रिया शरीरे नास्ति वा इति प्रश्नः. तत्र राजेन्द्रमहोदय किं वदति तस्मिन् विषये? हस्ते या क्रिया अस्ति येन कारणेन हस्तपुस्तकयोः संयोगः भवति सा क्रिया शरीरे न भवति. शरीरपुस्तकयोः यः संयोगः भवति संयोगजसंयोगः, सः तु हस्तपुस्तकयोः संयोगकारणम् एव शरीरपुस्तकसंयोगः भवति, न तु हस्तगतक्रियायाः कारणेन संयोगः भवति. इति समीचीनं. किन्तु प्रश्नः अस्ति अत्र, सा एव क्रिया, या क्रिया हस्ते अस्ति सा एव शरीरे नास्ति किम् इति प्रश्नः. सा क्रिया शरीरे न, यद्यपि चिन्तयामः या क्रिया हस्ते अस्ति सः एव क्रिया शरीरे अपि अस्ति, तत्तु तत् हस्तशरीरं समान एव भवतः, तत् कोऽपि भेदः नास्ति। परन्तु न्यायशास्त्रे तु न्यायशास्त्ररीत्या तु शरीरम् एकं पदार्थं, हस्तम् एकं पदार्थं, ते भिन्नाः हस्ताः, तत् कारणात् या क्रिया हस्ते जाता सा क्रिया शरीरे न भवति, यद्यपि ते समानं न स्यात्। बहु समीचीनमस्ति। तर्हि न्यायशास्त्रानुसारं हस्तशरीरौ च हस्तशरीरे भिन्ने द्रव्ये स्तः, तत्र यत् तत्र कारणकार्यकारणभावः अपि अस्ति खलु। अवयविनः कारणम् अवयवम् अस्ति, तर्हि अवयवः, तर्हि एकं कारणम् अपरं कार्यम् इति कृत्वा पुनः पदार्थस्य भिन्नता अस्ति, पदार्थयोः मध्ये भिन्नता अस्ति। तदनन्तरम् अवयव अवयविभावः अपि अस्ति इति कृत्वा एकः अवयवः इति भिन्नः पदार्थः, अवयवी भिन्नपदार्थः इति न्यायशास्त्रे। तर्हि समाना क्रिया उभयत्र न भवति इति कृत्वा अवयवे कर्मजः संयोगः प्रथमं, तदनन्तरम् अवयविनि तेन संयोगेन संयोगः जायते इति कृत्वा अवयविनि विद्यमानः संयोगजः संयोगः इति उच्यते। अस्तु, तस्मिन् एव सन्दर्भे इतोपि यदा सः संयोगः जायते, कर्मज अथवा संयोगः जायते, तदा तु एवम् अस्ति, संयोगः अन्यमूर्तद्रव्येण सह भवतु। हा हा, अवश्यम् अवश्यम्, सत्यं सत्यम् इति अग्रिमः विषयः यद् अहं चर्चितुम् इष्टवती। तर्हि किञ्चित् वदतु तस्मिन् विषये महोदय। यथा वयं दृष्टवन्तः पूर्वं, एकम् उदाहरणम् आसीत्, कपालद्वयसंयोगेन घटं प्रति कोऽपि संयोगः भवति वा न? उत्तरमस्ति न, कपालद्वयसंयोगेन परस्पर संयोगः अस्ति, तत् कारणात् अन्य कमपि मूर्तद्रव्येण सह तत्र संयोगः न जायते। तत् कारणात् यदा कपालद्वयं संयोगः भवति तदा घटे कोऽपि संयोगः न जायते, यथा अन्यमूर्तद्रव्यं तत्र नास्ति। तत्र नास्ति इति तु एकः विषयः। अपरः विषयः कः? यदि स्वीकुर्मः नियमानुसारम् अवयवसंयोगेन अवयविनः संयोगः जायते इति स्वीकुर्मश्चेत् तत्र कः दोषः भवति? एकं तु अपरं मूर्तद्रव्यं नास्ति, तर्हि अपरेण सह संयोगः न जायेत। इदानीं नियमानुसारं कपालसंयोगेन कपालघटयोः संयोगः इति स्वीक्रियते चेत् तत्र समस्या का? कोऽपि वदति वा? महोदयेन यदुक्तं तदपि सत्यं, कपालद्वयोः मध्ये यदा संयोगः जायते तदा नियमानुसारम् अवयवस्य संयोगेन अवयविनः संयोगः जायते इति वदामश्चेत् तत्र अपरं मूर्तद्रव्यं तु नास्ति संयोगार्थं, तर्हि कपालघटयोः संयोगः वा इति प्रश्नः। तथा स्वीक्रियते चेत् तत्र दोषः अस्ति, किमर्थम् इति? तत्र कपालद्वयसंयोगेन एव घटः जायते। इदानीं कपालघटयोः संयोगः जातेः इति स्वीकृतं चेत् तत्र अनुभवविरुद्धः इत्युक्ते घटः अस्ति, इदानीं कपालघटयोः समवायसम्बन्धः एव अस्ति, यतोहि अवयविनयोः समवायसम्बन्धः, संयोगः इति सम्बन्धः अस्माकम् अनुभवविरुद्धः अस्ति, अतः वयं न स्वीकर्तुं शक्नुमः यत् तयोः संयोगः जायते इति। अस्तु तर्हि अनुभवविरुद्धमस्ति अयम् अनुभवविरुद्धः अयम् अंशः. अपि च यदि संयोगः जायते इति वदामश्चेत् संयोगः तु निरन्तरं न संयोगः जायते यत्र संयोगः अस्ति तत्र वियोगः अपि भवितुम् अर्हति परन्तु अत्र घटः अस्ति वियोगः भवति चेत् घटमेव भवति नाशः एव भवति अतः घटकपालयोः संयोगः भवति इति वक्तुं न शक्नुमः. समीचीनं भगिनि तथैव अस्ति तत्र यथा भगिन्या उक्तं संयोगः नित्यं नास्ति नित्यगुणः नास्ति संयोगः नश्यति चेत् तत्र कपालघटयोः सम्बन्धः नश्यति चेत् घटः एव न तिष्ठति इति कृत्वा अनुभवविरुद्धमस्ति. एतत् सर्वं दृष्ट्वा कपालसंयोगेन घटकपालयोः संयोगः जायते इति स्वीकरणे समस्या जायेत. तस्मिन्नेव प्रसङ्गे इतोपि एकं नूतनपदम् अस्माभिः दृष्टं युतसिद्धम् इति. तस्य विषये माला भगिनी वदति वा? आं भगिनि, युतसिद्धम् इत्युक्ते पृथक् द्रव्ययो पृथक् पृथक् द्रव्यं तयोः मध्ये संयोगः जायते यतोहि तस्य अवयवाः भिन्नाः सन्ति अतः युतसिद्ध द्रव्यम् इति यदा वदामः तत्र संयोगः भवितुम् अर्हति. इदानीम् अयुतसिद्धः इत्युक्ते किं यदा द्रव्ययोर्मध्ये एकस्य द्रव्यस्य नाशपर्यन्तम् अन्यत् द्रव्यं तिष्ठति चेत् तत्र अयुतसिद्धत्वम् इति वदामः. तत् पृथक् कर्तुं न शक्नुमः. यथा घटकपालयोः सम्बन्धः भवति तत्र पृथक् कुर्मश्चेत् घटस्य नाशः भवति तत्र अयुतसिद्ध सिद्धः इति वदामः. समीचीनम् अस्ति. तर्हि तस्मिन् प्रसङ्गे युतसिद्धत्वम् अपि च अयुतसिद्धत्वम् इति अस्माभिः परिशीलितं. कस्यचित् प्रश्नः वा? अन्येन केनापि आगतं वा मध्ये? वर्धिनी अस्मि भगिनि. अस्तु वर्धिनी भगिनि. अस्तु तर्हि इदानीं माला भगिन्या यदुक्तं युतसिद्धत्वम् इत्यस्य विषये करपत्रे किञ्चित् संयोजितं तर्हि ततः आरभ्य पठेम. कुतः एषः अवयविनी घटे इति राजेन्द्रमहोदय पश्यति वा? आम् आम् आम् कुतः एषः अवयविनी घटे नोत्पद्यते इति विचारे मूर्तियोः युत्सिद्ध्योरेव कर्मझा संयोगझा वा संयोगो भवति न अन्ययोः इति निश्चितं. युतसिद्धिः नाम किं? विद्याधर्यां तु 50+/-300 इति पृष्टे युतसिद्धिः इत्यस्य पृथक् सिद्धिः पृथग्वस्थितिः इत्यर्थः. सम्बन्धिनो परस्परपरिहारेण पृथगाश्रये स्थिरित्यर्थः. यथा भूतलघटयोः भवति युतसिद्धिः. घटभूतलं विहाय स्वसमवायिकारणे कपाले भूतलं च घटं विहाय स्वसमवायिकारणे भवति अतः तौ युतसिद्धौ. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत् यदा कदापि एकस्य द्रव्यस्य संयोगेन अन्येन द्रव्येण सह यदि भवेत् तर्हि ते द्रव्ये कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यं. ते द्वे द्रव्ये युतसिद्धे एव स्याताम् न तु अयुतसिद्धे. अयुतसिद्ध्योः द्रव्यो द्वयोः द्रव्योः कदापि संयोगः न भवति, युतसिद्ध्यो द्रव्यो एव भवति. कर्मशा पुनः पठामि भगिनि. अस्तु, अवश्यम् अवश्यं. कुतः च कुतः एषा अवयविनी घटे न उत्पद्यते इति विचारे मूर्त्योः युतसिद्ध्योरेव कर्मजा संयोगजा वा संयोगः भवति, न अन्योः इति निश्चितम्. यथा घटकपालविषये वयं दृष्टवन्तः, तथा यत् घटकपाल यथा घटकपालयोः मध्ये संयोगः न भवितुम् अर्हति, तत् निश्चितं तु अन्यमूर्तिद्रव्योः युतसिद्ध्योर् ये युतसिद्धाः सन्ति पृथक् पृथक्, युतसिद्धि इत्युक्ते पृथक्, ये पृथक् पृथक् द्रव्यसन्ति अस्ति, तेन मध्ये एव कर्मजः संयोगः संयोगः भवति, न अन्योः, न अन्यथा संयोगः. युतसिद्धिः नाम किं? विद्याधर्याम् अस्ति युतसिद्धिः इत्यस्य पृथक् सिद्धिः, पृथक् स्थितिः इत्यर्थः. यथा महोदय अपि पूर्वसप्ताहे उक्तवान्, युतसिद्धिः इत्युक्ते पृथक् अवस्था, ते पृथक् भवितुम् अर्हन्ति, भवन्ति, पृथक् भवन्ति. सम्बन्धिनो परस्पर परिहारेण पृथक् आश्रये स्थित् ते पृथक् आश्रये भवन्ति. तथा यथा घटभूतलघटयोः भवति युतसिद्धिः. घट तु भूतले भवतु मा भवतु, परन्तु घटः तु अन्यत्र अपि भवितुम् अर्हति भूतलं विहाय. तथैव भूतलमपि घटं विहाय एव समयकारणे भवितुम् अर्हति. तथा भूतलं घटवत् तत् ते युतसिद्धौ, यथा द्वौ पृथक् द्रव्यो सन्ति स्तः. नाम एकम् अपरम् आश्रित्य न तिष्ठति इति युतसिद्धम्. परस्परपरिहारेण पृथगाश्रये स्थितिः इति अर्थः युतसिद्धस्य, युतसिद्धद्रव्यस्य. परस्परपरिहारेण इत्युक्ते पृथक्तया एकं विहाय अपरं स्थातुं शक्नोति इति. अस्तु महोदय, अग्रे. एतावता यत् अस्माभिः दृष्टं तस्य आधारेण एकं निर्णयं कर्तुं शक्नुमः. कः निर्णयः इति चेत्, यदा कदा अपि एकस्य द्रव्यस्य संयोगः अन्येन द्रव्येण सह यदि भवति, तर्हि ते द्वे कीदृशे स्याताम् इति अस्माभिः आदौ स्पष्टं ज्ञातव्यम्. यदा एकः कोऽपि मूर्तद्रव्यम् अस्ति, तत् अन्यमूर्तद्रव्येण सह यत् तस्य संयोगः भवति, तदा ते कीदृशी स्यात् तथा अस्माभिः ज्ञातव्यं. ते द्वौ द्रव्ये युतसिद्धे एव स्यात्, यथा भूतलं घटः तादृशी, अन्यथा हस्तपुस्तकयो संयोगः अथवा घट कपालपुस्तकसंयोगः ते युतसिद्धे स्याताम्, न तु अयुतसिद्धे. यथा कपाल घटस्य मध्ये कपालसंयोगः परस्परसंयोगः घटं जनयति, तत् अयुतसिद्धे, ते पृथक् पृथक् न भवन्ति. अयुतसिद्ध्योः द्वयोः द्रव्योः कदापि संयोगः न भवति. यथा कपालः घटः, यथा अस्माकम् उदाहरणमस्ति, अयुत्सिद्ध्योः तत्र कदापि संयोगः न भवति, युत्सिद्ध्यो द्रव्यो एव भवति संयोगः. अस्तु, समीचीनमस्ति. तर्हि इतः अग्रे सन्ध्या भगिनी पठति वा? अग्रिमपरिच्छेदं त्यजतु, अस्माभिः पठितम् आसीत् वस्तुतः गते सप्ताहे एव, तर्हि तथैव पठः इति पठतु. आं भगिनि, तथैव पटः स्वस्य नाशपर्यन्तमपि तन्तुमाश्रित्य तिष्ठति. यावत्पर्यन्तं पटः भवति तावत्पर्यन्तं तन्तुभ्यः पटः पृथक् भूय न तिष्ठति, तन्तूनाश्रित्य एव तिष्ठति पटः. अपरैः शब्दैः, यावत्पर्यन्तं पटः तिष्ठति अविनश्यदवस्थं तावत्पर्यन्तं तन्तूनाश्रित्य तिष्ठति. अविनश्यदवस्थं नाम विनाशम् अप्राप्य. अविनश्यद् इति शत्रन्तरूपम्, अविनश्यदवस्थम् इति समस्तपदम्. अविनश्यन्ती अवस्था, अविनश्यदवस्था. अविनश्यदवस्था यस्मिन् कर्मणि तद् यथा स्यात् इति अविनश्यदवस्थम्. क्रियाविशेषणम् अतः द्वितीयविभक्तौ एकवचने नपुंसके. अविनश्यदवस्थमिति यावत्पर्यन्तं न नश्यति पटः तावत्पर्यन्तं तन्तूनाश्रित्य तिष्ठति. अतः पटः तन्तुश्च इत्येते द्वे द्रव्ये अयुतसिद्धे भवतः. तर्हि अत्र पटस्य उदाहरणं स्वीकृत्य पटः एकं द्रव्यं, तन्तुः अपरं द्रव्यम् इति यद्यपि अस्ति, तथापि तत्र पटतन्तु मध्ये कः तत्र सम्बन्धः इति द्रष्टव्यः. तत्र पटः यावत्पर्यन्तं भवति तस्य अस्तित्वम् अस्ति तावत्पर्यन्तं तत्र तन्तुषु एव भवति, तन्तून् आश्रित्य एव तत्र पटः भवति. तत्र तन्तुभ्यः पटः पृथक् इति कदापि न तिष्ठति. अतः यावत्पर्यन्तं पटः अस्ति अविनश्यदवस्थम् इत्युक्ते तत्र विनाशः न भवति पटस्य, तावत्पर्यन्तं तन्तून् आश्रित्य एव भवति, तन्तून् आश्रित्य एव तिष्ठति. अतः पटस्य तन्तूनां च तत्र यः सम्बन्धः अस्ति तेन सम्बन्धेन ते द्वे अपि द्रव्ये अयुतसिद्धे इति स्तः, अयुतसिद्धत्वम् अस्ति पटः तन्तु मध्ये इति. अतः संयोगः न स्यात्. आम्, अस्तु. तर्हि अत्र एकं पदम् अविनश्यद् अवस्थम् इति वस्तुतः चर्चितवन्तः गते सप्ताहे, किञ्चित् तस्य विषये वदति वा भगिनि? तर्हि तत्र समस्तपदमस्ति, तत्र विनाशम् अप्राप्य इति अर्थः. अविनश्यत् इति शत्रन्तरूपं, तर्हि तस्य तत्र अविनश्यत् योगः तत्र अवस्थम् इति तत्र समस्तपदं भवति, अविनश्यदवस्थम् इति. तत्र अवस्था इति कीदृशी अवस्था अस्ति? अविनश्यन्ती अवस्था अस्ति. यदि द्वयोः पदयोः समासं कुर्मः अविनश्यदवस्था इति समस्तपदं भवति. तादृशी अवस्था यस्मिन् कर्मणि अस्ति तर्हि तद् यथा अस्ति तद् अविनश्यदवस्थं, तत् कर्म अविनश्यदवस्थम् इति अस्ति. क्रियाविशेषणमस्ति अतः तत्र द्वितीयविभक्तिः अस्ति तस्य. द्वितीयविभक्तौ एकवचनं नपुंसकलिङ्गपदं. तर्हि अविनश्यदवस्थम् इति पदस्य तथा विवरणम् अस्ति. समीचीनं. क्रियाविशेषणं नाम अव्ययं, यथा भवति तथा भवति, तावदेव. भगिनी, तत्र एकः प्रश्नः अस्ति, तत्र क्रियाविशेषणम् अतः द्वितीयविभक्तौ एकवचने नपुंसके इति यद्वाक्यमस्ति, तत्र द्वितीयविभक्तौ इति अस्ति, द्वितीया विभक्तौ इति नास्ति. तत्र केवलं तत्र मुद्रणदोषः अस्ति वा एतादृशमपि पदं भवितुम् अर्हति वा? तत्र समासः कृतः खलु द्वितीयायां विभक्तौ इति, समासे कृते प्रातिपदिकत्वेन तिष्ठतः. तर्हि द्वितीयविभक्तौ इति तत्र पदम् एतत् सम्यक् अस्ति, परन्तु अग्रे कुत्रचित् गत्वा द्वितीया विभक्तौ अपि पदमस्ति, तर्हि पदद्वयमपि सम्यक् वा? न, प्रायः द्वितीया विभक्तौ इति मुद्रणदोषः स्यात् इति मन्ये। तर्हि यदा समस्तपदं कुर्मः द्वितीयविभक्तिः एव तत्र आवश्यकम्। अस्तु भगिनि, धन्यवादः। अस्तु तर्हि अग्रे जयन्ती भगिनी पठति वा? आम् भगिनि, एकनिमेषः। अन्येन केनापि आगतं? वर्धिनी भगिनी वाति अस्मि भगिनि। भगिनि, किन्तु इदानीं घटः पूतलम् इति एते द्वे द्रव्ये युतसिद्धे, द्वयोः द्रव्ययोर्मध्ये एतादृशः सम्बन्धः नास्ति। यावत्पर्यन्तं घटः तिष्ठति तावत्पर्यन्तं भूतलम् आश्रिते एव तिष्ठति इति नास्ति नियमः। पुस्तकम् उत्पीठिकायां, पुस्तकम् उत्पीठिकाम् आश्रित्य एव तिष्ठति इति नास्ति, उत्पीठिकाम् अनाश्रित्य अपि स्थातुम् अर्हति। अतः पुस्तकस्य उत्पीठिकायाश्च अयुतसिद्धत्वं नास्ति, युतसिद्धत्वम् एव। पुस्तकं स्वीयानि पत्राणि अवलम्ब्य तिष्ठति नाशपर्यन्तम् अपि, अतः पुस्तकस्य तत् पत्राणां च अयुतसिद्धत्वम् अस्ति। इतोपि उदाहरणद्वारा विवरणं दत्तमासीत् कुत्र युतसिद्धत्वं कुत्र अयुतसिद्धत्वम् इति। यथा वयं दृष्टवन्तः द्वे द्रव्ये युतसिद्धे इति वयं वदामश्चेत् तत्र द्वे द्रव्ये स्वयमेव पृथक् स्थातुम् अर्हति। उदाहरणत्वेन घटभूतलयोः युतसिद्धत्वम् अस्ति इति वयं वक्तुं शक्नुमः, यतोहि भूतलम् आश्रित्य एव तिष्ठति इति न, घटः कुत्रापि भवितुम् अर्हति, भूतलम् आश्रित्य एव तिष्ठति इति न। परन्तु पुस्तक उत्पीठिकायां विषये अपि तादृशी स्थितिः एव। पुस्तकम् उत्पीठिकायाम् अस्ति, पुस्तकम् अन्यत्रापि भवितुम् अर्हति, किम् आसन्दे वा कुत्रापि अपि भवितुम् अर्हति वा भूतले। अतः पुस्तकम् उत्पीठिकाम् आश्रित्य तिष्ठति इति वयं न वक्तुं शक्नुमः। अतः ते पुस्तकम् उत्पीठिका च युतसिद्धत्वे स्तः, युतसिद्धत्वे स्तः, पुस्तक उत्पीठिकयोः युतसिद्धत्वम् इति, उत्पीठिकाम् अनाश्रित्य अपि स्थातुम् अर्हति। अत्र तावदेव। अपि च पुस्तके ये पत्राणि सन्ति, पत्राणि विना पुस्तकं भिन्नं भवति, पुस्तकस्य नाशं भवति, भिन्नपुस्तकं भवति। अतः पत्राणि तु पुस्तकस्य अवयवाः सन्ति, अवयवान् आश्रित्य एव तिष्ठति पुस्तकम्। अतः अस्मिन् प्रसङ्गे पुस्तकं पत्राणि च अयुतसिद्धत्वे स्तः, युतसिद्धयोः मध्ये एव संयोगः जायते इति एव सारांशः। समीचीनम्, अत्र कोऽपि प्रश्नः न स्यात् इति मन्ये, स्पष्टमासीत् एतावता। अस्तु तर्हि गोपालमहोदय अग्रे पठति वा? इदानीं द्वयोः संयोगः कर्मजः संयोगजो वा सः संयोगः कुत्र भवति इति चेत् युतसिद्धयोः द्वयोः द्रव्योः मध्ये एव भवति इति अधुना निश्चितम्। तेन कपालस्य घटस्य च संयोगः न भवति, अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति तावदेव। यतोहि घटकपालयोगसम्बन्धः नाशपर्यन्तं तिष्ठति. एतस्मात् घटकपालौ अयुक्तसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति इति पर्यवसितं, यतोहि तौ द्वौ अयुद्धसिद्धौ. संयोगः सर्वदापि युद्धसिद्धयोः द्वयोः द्रव्ययोः एव भवति. एवं यदा भगिन्या उक्तं यत्र यत्र यत्र युद्धसिद्धौ स्तः तत्र एव युसिद्धिः अस्ति, तत्र एव संयोगः जायते. उदाहरणमस्ति तत्र पुस्तकं भूतलं घटभूतलं, तत्र यत्र घटः भूतले अस्ति तत्र भूतलं विनापि घट अन्यत्रापि भवितुमर्हति. तत्र द्वयो तत्र संयोगः जायते किमर्थं चेत् मूर्तद्वयं भिन्नः, द्वयमपि भिन्नः भवति, तत्र एव संयोगः जायते. मूर्तद्रव्यभिन्नः भवति इति एकं, किन्तु पृथक्तया सिद्धौ युतसिद्धौ इति वदामः. पृथक्तया द्वयो द्रव्यो मध्ये एव भवति इति अधुना निश्चितं भवत्. तेन कपालस्य घटस्य च संयोगः न भवति यदा कदापि. किमर्थं चेत् कपालः घटः कपालम् आश्रित्य एव तिष्ठति सर्वदा. यथा कपालः नास्ति चेत् घटः घटस्य नष्टः जायते. अपि तु कपालस्य अन्येन केनचित् पुस्तकेन सह संयोगः भवति तावदेव. यदा वयं पूर्वमेव तत्र मूर्तद्रव्यं भवति, तत्र युतसिद्धौ अपि अस्ति, तस्मात् तत्र एव संयोगः जायते. परन्तु अत्र घटकपालयोः सम्बन्धः नाशपर्यन्तं तिष्ठति, तत्र अयुतसिद्धौ अस्ति. एतस्मात् घटकपालौ अयुद्धसिद्धौ इति कारणेन कपालस्य घटेन सह संयोगः कदापि न भवति. मुख्यकारणं भवति तत्र अयुद्धसिद्धौ इति कारणेन इति पर्यवसितं. पर्यवसितम् इत्युक्ते निरूप्यते वा? निरूपितं, साधितं, वस्तुतः कन्क्लूडेड् इति. पर्यवसितं यतोहि तौ द्वौ अयुद्धसिद्धौ. संयोगः सर्वदापि युद्धसिद्धयोः ये द्रव्योः द्वयोः द्रव्योः मध्ये एव भवति. हा, इति समीचीनं. तर्हि आरम्भे प्रश्नः आसीत् यत् कपालद्वयोः संयोगेन घटकपालयोः संयोगः अपि जायते वा इति. एकं नियमम् अवलम्ब्य अवयवसंयोगेन अवयविनः संयोगः जायते इति नियमम् अवलम्ब्य तादृशः प्रश्नः आगतः. कपालद्वयसंयोगेन नाम अवयवसंयोगेन अवयविनः संयोगः घटस्य संयोगः जायते वा इति. तस्य परिहारार्थम् एतत् सर्वम् अस्माभिः एतावत्पर्यन्तं दृष्टं, युतसिद्धत्वम्, अयुतसिद्धत्वम् इत्यादिकं. तर्हि इति एतत् सर्वं दृष्ट्वा युतसिद्धयोः मध्ये एव संयोगसम्बन्धः, न तु अयुतसिद्धयोः मध्ये. अस्तु, अग्रे माला भगिनी. आम्, अत्र प्रश्नः उदेति, समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः अस्ति वा? अयुतसिद्धत्वम् इति द्वयोः स्वभावः, समवायः इति द्वयोः सम्बन्धः. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः. अत्र विशेषतः द्रव्ये अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः. किमर्थम् इति चेत् अत्र संयोग इति विषयः, संयोगः तु द्रव्ययोः एव भवति. अतः अत्र अयुतसिद्धत्वं कुत्र कुत्र द्रव्ये भवति इति द्रष्टव्यम्. वस्तुतः अयुतसिद्धत्वं द्रव्यगुणयोर्मध्ये भवति, द्रव्यक्रिययोर्मध्ये भवति, जातिव्यक्तयोर्मध्ये भवति, परमाणुविशेषयोर्मध्ये भवति. यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, अपि च यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वम्। अयं व्याप्यव्यापकभावः एवं च यत्र उभयथा भवति तत्र समव्याप्तिः इति उच्यते। इदानीं समवायसम्बन्धः अयुतसिद्धत्वं द्वयोः मध्ये भेदः किम् इति पश्यामः। अयुतसिद्धत्वम् इति स्वभावः अस्ति, समवायः इति द्वयोर् द्रव्यद्वयोर्मध्ये सम्बन्धः। चिन्तयतु भगिनि, समवायः इति सम्बन्धः, आम्, हा, कयोः मध्ये? ओ, द्रव्यगुणयोर्मध्ये। हा, द्रव्ययोः मध्ये तु सर्वदा संयोगः। आमां, सत्यं। द्रव्यगुण अवयव अवयवी तत्र तत्र समवायः। आम्, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः। यतोहि अयुतसिद्धत्वं यथा कपालघटयोः मध्ये अयुतसिद्धत्वं भवति तत्र समवायसम्बन्धेन तिष्ठति। अतः यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः भवति। अस्तु, अयुतसिद्धत्वं किम् इति पश्यन्तः स्मः, अविनश्यद् अवस्थं तिष्ठति एकमपरस्मिन् इति, खलु? आम्, आम्। तादृशी अवस्था कुत्र कुत्र वर्तते? यथा कपाल अवयव अवयविनोः, आम्, अवयव अवयविनोः मध्ये, अनन्तरं जातिव्यक्तयोर्मध्ये, द्रव्यगुणयोर्मध्ये, खलु? हा हा, अपि च द्रव्यक्रिययोः मध्ये, आम्, परमाणुविशेषयोर्मध्ये मध्ये तादृशम् अविनश्यदवस्थं तिष्ठति इति तत्र वक्तुं शक्नुमः। तत्र द्रव्यक्रिययोर्मध्ये अविनश्य तत्र क्रिया भवति, उदाहरणं भवति हस्तपुस्तयोगसम्य, तत्र द्रव्य क्रिया अस्ति, द्रव्यमस्ति, तत्र संयोगः जायते, तत्रापि ऐक्यसिद्धत्वम् हस्तगतक्रियया संयोगः जायते, परन्तु हस्तक्रिया तयोः मध्ये समवायः, अपि च क्रिया नश्यति चेत् नश्यति, तत्र यावत्पर्यन्तं क्रिया भवति द्रव्यं हस्तमाश्रित्य सत्यं माला भगिनि। अतः यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः भवति, अपि च यत्र यत्र समवायसम्बन्धः अस्ति तत्र तत्र अयुतसिद्धत्वम् अपि अस्ति। अतः व्याप्यव्यापकभावः इति वदामः। अपि च यत्र उभयता भवति तत्र समव्याप्तिः इति उच्यते। यथा वयम् इदानीं दृष्टवन्तः, यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायसम्बन्धः, यत्र यत्र समवायसम्बन्धः तत्र तत्र अयुतसिद्धत्वं, यदि एतादृशः उभयता भवति तत्र समव्याप्तिः इति उच्यते। समीचीनम्। अत्र व्यापकः कः, व्याप्यः कः, कस्मिन् समव्याप्तिः, समव्याप्तिः इत्यस्मिन् सन्दर्भे व्यापकः कः, व्याप्यः कः? भवती उक्तवती एव, केवलम् अपरैः शब्दैः अहं पृच्छामि, यत्र यत्र तत्र तत्र इति उक्तवती। तर्हि अयुतसिद्धत्वं समवायसम्बन्धः इति वस्तुद्वयं, तयोः मध्ये व्याप्यः कः, व्यापकः कः? समव्याप्तिः इत्युक्ते उभयता इति उक्तवती खलु, आमामाम् अहं चिन्तयामि. इति अग्रे प्रायः स्पष्टं भवति. भवती उभयता इति उक्तवती, तर्हि केवलम् अहं पृष्टवती यतोहि उभौ अपि तथा, उभौ अपि व्याप्यौ, उभौ अपि व्यापकौ, तावदेव उत्तरम्. आम्, परन्तु अत्र व्याप्य व्यापकः व्याप्यः किम् इति पश्यामश्चेत् वयं दृष्टवन्तः न्यूनदेश अपि च अधिकदेशवृत्तिः इति, यत्र न्यूनदेशवृत्तिः भवति सः व्याप्यः. अत्र न्यूनदेशवृत्तिः किं भवति भगिनि? इति नास्ति इति विषयः. तयोः मध्ये एकम् अपरं व्याप्य तिष्ठति, उभयता अपि तथा. अग्रे गत्वा धूमः वह्निः इत्यस्मिन् सन्दर्भे व्याप्यः कः, व्यापः कः कः इति सम्यक्तया वक्तुं शक्यते. आम्, परन्तु अत्र न वक्तुं शक्नुमः वा? अस्तु, यतोहि समव्याप्तिः अस्ति. अस्तु इति वार्ता. गोपालमहोदय, किमपि चिन्तनमस्ति वा? तदेव मम प्रश्नः आसीत्, अत्र समवाय यदा वयं घटकपाल उदाहरणं स्वीकुर्मः चेत् तत्र घटकपालयोः मध्ये ऐत्यसिद्धत्वम् अस्ति, समवायसम्बन्धः अस्ति. यद् पूर्वं यदपि वयं पूर्वं वदामः चेत् समवायसम्बन्धः अस्ति, तत् व्यापः भवति, असु ऐत्यसिद्धं व्यापकः भवति, व्यापकः भवति. पुनः परिवर्तनं कुर्मः चेत् तदेव उभयत्र भवति. इदेव मम प्रश्नः. सत्यं, तर्हि उभयता भवति, उभावपि व्यापकौ, उभावपि व्याप्यौ इति. इति अग्रे उदाहरणत्वेन पश्यामश्चेत् किञ्चित् स्पष्टं भवति. वर्धिनी भगिनी पठति वा अग्रे? आं भगिनि, तर्हि व्याप्य अव्याप्यकभावः, यत्र यत्र धूमः तत्र तत्र वाहिनिः इति वदामः. वाहिनी धूमयोर्मध्ये यथा व्याप्य अव्याप्यभावः तथा व्याप्य अव्याप्यकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावः अपि स्यात्, किन्तु सर्वत्र कार्यकारणभावः भवेत् इति नास्ति नियमः. वह्निधूमयोः व्याप्तिव्यापकभावः व्याप्तिव्यापकभावः अस्ति, यत्र यत्र व्याप्यव्यापकभावः मुद्रणदोषमस्ति वा? व्याप्तिव्यापकभावः व्याप्ति अव्याप्यकभावः अस्ति, यत्र यत्र धूमः तत्र तत्र वह्निः इति. धूमः व्याप्यः, वह्निः व्यापकः, अत्र तयोः कार्यकारणभावः अपि भवति. धूमस्य कारणं वह्निः. इदानीं व्याप्यव्याप्यभावः वर्णितः, यत्र यत्र धूमः तत्र वह्निः इति उच्यते. वह्नि धूमयोर्मध्ये यथा व्याप्य अव्यापकभावः तदर्थम् अस्ति इति वा? वह्नि धूमयोर्मध्ये यथा यथा वह्नि धूमयोः मध्ये तथा एव, तथा एव. पूर्वस्मिन् परिच्छेदे किं पठितम्? अयुतसिद्धत्वं समवायसम्बन्धः, तयोः मध्ये अपि व्याप्यव्यापकभावः अस्ति. व्याप्य अव्याप्यकभावः ययोर्मध्ये भवति तत्र कुत्रचित् कार्यकारणभावः अपि स्यात्, कार्यकारणभावः अपि स्यात्. इदानीं वह्नि धूमः तयोः मध्ये कार्यकारणभावः अस्ति वा? अस्ति अस्ति अस्ति, किन्तु अयुतसिद्धत्वं समवायसम्बन्धः, तयोः मध्ये कारणकार्यभावः अस्ति वा? अयुतसिद्धित्वम् एकम् अपरस्य कारणम् इति वा इति प्रश्नः. तत्र किं चिन्तनम्? समवायसम्बन्धः अस्ति. हा, किन्तु हा, अयुतसिद्धत्वम् अयुतसिद्धत्वं समवायसम्बन्धः, अनयोः मध्ये अनयोः व्याप्यव्यापकभावः तु अवश्यम् अस्ति, किन्तु कार्यकारणभावः नास्ति. अतः उक्तं कार्यकारणभावः भवेदेव इति नियमः नास्ति इति. समवायसम्बन्धे अस्तु, समवायसम्बन्ध अयुतसिद्धत्वम् अनयोः मध्ये कार्यकारणभावः नास्ति. नास्ति. वह्निधूमयोः व्याप्तिव्यापकभावः अस्ति, यत्र यत्र धूमः तत्र वह्निः इति. धूमः व्याप्यः, वह्निः व्यापकः. अत्र तयोः कार्यकारणभावः अपि भवति. धूमस्य कारणं वह्निः. अस्तु, इति विषयः अस्ति. अस्तु, धूमवह्नि अनयोः व्याप्यव्यापकभावः अपि च कारणकार्यभावः कार्यकारणभावः उभौ अपि स्तः इति. अस्तु, भारती भगिनी अग्रे पठति वा? भगिनि एकनिमिषं. घटकपालयोः मध्ये समवायसम्बन्धः, कपालद्वयसंयोगः एव कारणं भवति घटस्य, खलु? असमवायिकारणं भवति. समवायिकारणं, परन्तु तादृशं नास्ति वा? यत्र समवायः अस्ति तत्र व्यापक कार्यकारणभावः अस्ति इति न वा? अवश्यम् अवश्यं, यत्र समवायः अस्ति इदानीं गुणः द्रव्यं, तत्रापि गुणस्य समवायिकारणं द्रव्यमेव. वयं चर्चितवन्तः खलु समवायिकारणविषयस्थले, गन्धः तस्य समवायिकारणं पृथिवी, शैत्यम् इति तस्य समवायिकारणं जलम्. परन्तु यत् भवत्या उक्तं मां सम्यक्तया न श्रुतं मया प्रायः. अयुतसिद्धिः यत्र अस्ति तत्र कार्यकारणभावः न स्यात् इति वा? न, हा हा, अवश्यम्. कयोः मध्ये कार्यकारणभावः इति, अंशद्वयम् अस्तु अथवा वस्तुद्वयम्, अयुतसिद्धत्वम् अपि च समवायसम्बन्धः, तयोः मध्ये कार्यकारणभावः इति नास्ति खलु? इत्युक्ते अयुतसिद्धयोः सिद्ध तयोः इत्युक्ते अयुतसिद्धत्वसमवायसम्बन्धयोः. तदेव तदेव अस्तु. हां हां, तयोः मध्ये कार्यकारणभावः नास्ति इति अङ्गीकरोमि एव. इति उक्तम्. परन्तु यत्र अयुतसिद्धत्वं तत्र तत्र कार्यकारणभावः भवेत् खलु? हा, कयोः मध्ये भवेत् इति भवत्याः? गुणद्रव्ययोः मध्ये, जातिव्यक्तयोः मध्ये अस्ति वा? अस्ति, अस्ति एव. पुनः परमाणु विशेष मध्ये वा, द्रव्यक्रियोर्मध्ये? अवश्यमस्ति, परमाणुविशेषयोर्मध्ये मम मनसि अपि भ्रमः अस्ति, परन्तु द्रव्यं क्रिया तयोः मध्ये अस्ति. द्रव्यमस्ति चेदेव तस्मिन् क्रिया भवितुम् अर्हति खलु? क्रिया कुत्रचित् स्यात्, मूर्तद्रव्ये स्यात् क्रिया. आम् आम्, अस्तु अस्तु भगिनि, इति कृत्वा कार्यकारण. जयन्ती भगिनी अन्यत् एकनिमिषं महोदय, जयन्ती भगिनी अन्यत् किमपि वा? तर्हि यत्र अयुतसिद्धत्वं तत्र कार्यकारणभावः, यत्र भगिनी यत्र अयुतसिद्धत्वं तत्र समवायसम्बन्धः इति स्पष्टतया वक्तुं शक्नोमि. परन्तु यत्र अयुतसिद्धत्वं तत्र कार्यकारणभावः भवेत् इति वदनेन कयोः मध्ये इति प्रश्नः आगच्छति. परन्तु अशुद्धवाक्यं वा कयोः मध्ये इति वयं द्रष्टुं शक्नुमः, परन्तु तत्र द्रव्ययोर्मध्ये कार्यकारणः द्रव्ययोः मध्ये न मध्ये कार्यकारणभावः अस्ति इति वक्तुं शक्नुमः खलु कयोः मध्ये द्रव्यगुणयोः आम् आम् पदार्थयोः मध्ये ययोः अयुक्तसिद्धत्वम् अस्ति तयोः कार्यकारणभावः अस्ति इति वक्तुं शक्नुमः खलु हा प्रायः यतोहि ययोः अयुतसिद्धत्वम् अस्ति तयोः अवश्यं समवायसम्बन्धः अस्ति आम् आम् तदेव अस्तु भगिनि गोपालमहोदय आम् अत्र अस्मिन् उदाहरणे धूमवन्दी अस्मिन् उदाहरणे केवलं अत्र कार्यकारणभावः अस्ति परन्तु अयुतसिद्धत्वं समवायसम्बन्धः इति किमपि वक्तुं शक्यते वा प्रश्नः समीचीनः अस्ति वह्नि धूम तयोः मध्ये कार्यकारणभावः अस्ति अवश्यम् यदा पूर्वस्मिन् उदाहरणे एवं वयं तत्र व्यापि समवायसम्बन्ध अयुद्धसिद्धत्वं यत्र समवायसम्बन्धः तत्र अयुद्धसिद्धत्वं तत्र व्यापि व्याप्यः व्यापकः इति उभयता भवति इति उक्तं पूर्वम् ओके अस्मिन् उदाहरणे धूमवन्ध्यो मध्ये किं अयुद्धसिद्धत्वं मन्याम् अयुद्धसिद्धत्वं तत्र किञ्चित् अयुत प्रायः अयुद्धसिद्धत्वं न स्यात् इति मम चिन्तनम् अस्तु तर्हि किञ्चित् चिन्तनं कुर्मः अयुतसिद्धत्वं कुत्र भवति द्रव्यगुणयोः मध्ये तर्हि वह्नि अग्निः इति द्रव्यम् अस्तु यतोहि पृथ्वी जलं तेजः तेजः एव अग्निः इति हा तर्हि तेन धूमः जायते कार्यं तु अस्ति धूमः इति कार्यं वह्निः कारणम् तर्हि अस्माभिः अधुना द्रष्टव्यं यद् वह्निः धूमः कुत्र स्थापयितुं शक्नुमः कस्यां श्रेण्यां द्रव्यक्रियश्रेण्यां द्रव्यगुणश्रेण्यां कुत्रचित् स्थापयामः वा इति क्रिया द्रव्यक्रिया इति नास्ति वा तत्र धूमः इति क्रिया नास्ति खलु गुणः तु नास्ति धूमः क्रिया अपि नास्ति तर्हि धूमः कीदृशद्रव्यम् इति चिन्तनीयम् पृथ्वी जलं तेजः वायुः वायुः अस्तु वायुः अस्ति चेत् धूमः वायुः अस्ति चेत् तस्य रूपं न स्यात् धूमस्य रूपम् अस्ति वायोः लक्षणं किं रूपरहितत्वे सति स्पर्शवत्वं धूमस्य रूपम् अस्ति तर्हि धूमः पृथ्वीश्रेण्यां स्यात् खलु पृथिव्याः कणाः तु भवन्ति एव धूमे तर्हि पृथक् द्रव्यमेव धूमः इति चिन्तयामि मध्ये युतसिद्धत्वं न भवितुम् अर्हति वह्नि धूम तत्र अयुतसिद्धत्वं नास्ति इति मम चिन्तनं गोपालमहोदय किं वदति अग्निः तेजः धूमः प्रायः पृथिवी इति वक्तुं शक्नुमः वा पृथिवी इति अस्ति चेत् तत्र अयुद्धसिद्धत्वं न जानामि किमपि पृथिवी इति वदति चेत् धूमः पृथिवी इति स्वीकुर्मः अस्तु यतोहि पृथिव्याः रूपम् अस्ति वायोः रूपं नास्ति केवलं स्पर्शः जले रूपम् अस्ति शीतस्पर्शत्वं तर्हि धूमे प्रायः शीतस्पर्शं तु न स्यात् खलु धूमः तेजः स्यात् वा इति किमपि तर्हि धूमः पृथक् द्रव्यम् अस्तु वह्निः इति द्रव्यं धूमः इति द्रव्यं द्रव्ययोः मध्ये संयोगसम्बन्धः न तु समवायः खलु? आम्. अपि च भगिनी अविनश्यत् अविनश्यत् अवस्था अवस्था इत्यस्य परीक्षणं कृत्वा अपि स्थापयितुं शक्नुमः खलु? अवश्यम् अवश्यम्. वह्नेः नाशनम् अभवत् अपि चेदपि धूमः प्रायः अस्ति. धूमः प्रायः अस्ति इति तु सत्यम्. हा इति तु सत्यं. यदि कथञ्चित् धूमस्य नाशः भवति चेदपि, धूमः अपगच्छति चेदपि वह्नि भवितुम् अर्हति खलु? अवश्यं. हा सत्यं महोदय. इति कृत्वा अयुतसिद्धत्वम् अपि नास्ति, समवायसम्बन्धः अपि नास्ति इति चिन्तयामि. तत्र केवलं व्यापी व्याप्यः व्याप्यभावः, तत्र केवलं कार्यकारणभावने भावना इति अस्ति. किन्तु प्रश्नः समीचीनः. महोदयमपि सूचयामि, धूमः कीदृशद्रव्यं स्यात् इति मम मनसि अपि जिज्ञासा अस्ति. पृथिवी इति चिन्तयामि. भगिनी एकः प्रश्नः अस्ति. आयुधसिद्धत्वम् इत्युक्ते किं? पूर्वकक्ष्याम् अहं न आगतवती. अस्तु, आयुधसिद्धत्वम् इत्युक्ते यथा ते सर्वे उक्तवन्तः, एकम् अपरम् आश्रित्य तिष्ठति नाशपर्यन्तं, यथा घटः कपालः. अस्तु, यावत्पर्यन्तं घटः अस्ति तावत्पर्यन्तं कपालम् आश्रित्य तिष्ठति. घटस्य अवयवाः कपालः, अवयव अवयविभावः अस्ति. तर्हि कपालघटयोः मध्ये अयुतसिद्धत्वं नाम पृथक्तया सिद्धत्वं नास्ति इति. किन्तु इदानीं घटः अपि च पुस्तकं, तयोः अवयवाः भिन्नाः खलु? घटस्य कपालः इति अवयवः, पुस्तकस्य पत्राणि कागदाः इति अवयवाः. तयोः मध्ये तादृशसम्बन्धः नास्ति. अविनश्यदवस्थम् इति यदुक्तं महोदयेन अधुना, नाशपर्यन्तम् अपरम् एकम् आश्रित्य तिष्ठति तादृशः सम्बन्धः नास्ति. तर्हि घटः पुस्तकः युतसिद्धे द्रव्ये इति वदामः. स्पष्टं वा? आम्, धन्यवादः. अस्तु भगिनि, अन्येषां प्रश्नः आसीत् इति मन्ये. कस्यचित् प्रश्नः? न भगिनी, अहम् उक्तवती धूमः पृथिवी भवितुम् अर्हति, यतोहि धूमौ गन्धः अस्ति खलु? हा हा अवश्यं सत्यं, प्रायः सत्यं भगिनि. हा, धूमस्य कश्चन गन्धः भवति एव, रूपमपि अस्ति, गन्धः अपि अस्ति इति सर्वं दृष्ट्वा प्रायः पृथ्वी एव इति चिन्तयामि. आमां. किन्तु महोदयं सूचयामि, स्पष्टतया उत्तरं प्राप्यते तदा. आम् अस्तु, अग्रे भारती भगिनी पठति वा? पठामि भगिनि. अधुना यत्र यत्र भारती भगिनी किम् अभवत्? म्यूट् मध्ये अस्ति भगिनी. म्यूट् भगिनी, प्राप्तं वा अधुना यत्र यत्र धूमः? भारती भगिनी, अस्तु तर्हि राजेन्दर् महोदय पठतु अग्रे. अस्तु भगिनि, अधुना यत्र यत्र धूमः तत्र तत्र वह्निः इति वक्तुं शक्नुमः, किन्तु यत्र यत्र वह्निः हि तत्र तत्र धूमः इति वक्तुं न शक्नुमः. यतोहि यत्र वह्निः भवति तत्र कुत्रचित् धूमः न भवति. अत्र वह्निः धूमयोः संव्याप्तिः नास्ति, एकमुखीनि व्याप्तिरेव. किन्तु यत्र यत्र आत्मत्वं तत्र तत्र ज्ञानम् इत्यत्र संव्याप्ति वर्तते, अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते। आत्मत्वम् इति जातिः सर्वदा आत्मनि अस्ति, आत्मनि अपि सर्वदा ज्ञानं भवते एव। अनेन आत्मतौ ज्ञानयोः संव्याप्तिः, प्रकृतौ अयुतसिद्धत्वं समवायसम्बन्धो अपि तथैव संव्याप्तिर् अस्ति। इदानीं यदा पूर्वम् अस्माकं चर्चा आसीत्, यत् यत् धूमः अस्ति तत् तत् वह्निः भवति तत्र वक्तुं शक्नुमः, परन्तु यत्र यत्र वह्निः अस्ति तत्र धूमः अपि भवति तत् प्रायशः वक्तुं न शक्नुमः। कुत्रचित् अपि तथैव भवतु तत्र भवितुम् अर्हति यत् वह्निः अस्ति परन्तु धूमः नास्ति, अतः वह्निः धूमयोः संव्याप्तिः नासीत्। यथा कुत्रचित् वह्निः अस्ति परन्तु धूमः नास्ति, तत्कारणात् तत्र संव्याप्तिः नास्ति, एकमुखिनी व्याप्तिरेव अस्ति। धूमः वह्निः अस्ति, धूमः तु अवश्यमस्ति, परन्तु धूमः नास्ति, वह्निः नास्ति, तत्र न वक्तुं शक्नुमः, तत्कारणात् संव्याप्तिः नास्ति। किन्तु यत्र यत् आत्मत्वं तत्र ज्ञानं, यत्र यत् आत्मत्वमस्ति तत्र ज्ञानम् अस्ति, तथैव वक्तुं शक्नुमः, तत्र संव्याप्तिः वर्तते, अतः यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् इत्यपि वक्तुं शक्यते। विपरीत रीत्या अपि वक्तुं शक्नुमः, यत्र यत्र ज्ञानं तत्र तत्र आत्मत्वम् अपि वक्तुं शक्नुमः, तत्कारणात् तत्र संव्याप्तिः वर्तते। आत्मत्वम् इति जातिः सर्वदा आत्मनि अस्ति, आत्मत्वं जाति अस्ति, आत्मनि वर्तते, आत्मनि अपि सर्वदा ज्ञानं भवति एव, आत्मनि सर्वदा ज्ञानं भवति एव सदैव। अनेन आत्मत्वज्ञानयोः संव्याप्तिः, तत्कारणात् वक्तुं शक्नुमः तत् आत्मज्ञानमध्ये संव्याप्तिः अस्ति, प्रकृत अयुतसिद्धत्वं समवायसम्बन्धो अपि तथैव संव्याप्ति अस्ति। यथा पूर्वं वयं पठितवन्तः यत्र यत् यत्र अयुतसिद्धम् अस्ति तत् समवायसम्बन्धः अपि भवति, तत् संव्याप्तिः अस्ति। यत्र अत्र आसीत् यत्र यथा वयं अयुतसिद्धमध्ये कः समवायसम्बन्धमध्ये कः भेदः कः तत्र पठितवन्तः वयं, तत् अयुत्सिद्धत्वं समवायसम्बन्धः अपि तथैव संव्याप्ति अस्ति, यथा तथैव आत्मज्ञानयोः अपि संव्याप्ति अस्ति, परन्तु वह्निः धूम मध्ये एकमुखी व्याप्ति अस्तु। अपि च वह्निः धूमः तयोः मध्ये एकः व्याप्यः अपरः व्यापकः खलु? आम् कः व्याप्यः कः व्यापकः? धूमः न्यूनदेशः अस्ति तथा चिन्तयामि, व्याप्यः वह्निः व्यापकः। समीचीनम् इति वार्ता, किन्तु प्रकृतौ आयुतसिद्धत्वं समवायसम्बन्धयोः मध्ये तादृशः एकः व्याप्यः अपरः व्यापकः इति न वक्तुं शक्नुमः, अतः समव्याप्तिः। अस्तु, इति स्पष्टं स्यात्। तर्हि अग्रे सरेम, भारती भगिनी, परिहृता वा भवत्याः समस्या? अधुना वक्तुमिच्छति? भारती भगिनी अस्ति वा? अस्तु, तर्हि अग्रे श्रुणोति वा? इदानीं शृणोमि, पठतु अग्रे। आहत्य द्रव्ये अवयव अवयवी भाव प्रणयोः द्वयोः द्रव्ययोः अयुतसिद्धत्वं भवति। तत्र अयुतसिद्धत्वा पन्नयोः द्रव्ययोः परस्परसंयोगः न भवति. युतसिद्धत्वापन्नयोः एव द्रव्ययोः परस्परसंयोगः स्वीक्रियते. इत्युक्ते कपालस्य अन्येन केनापि सह संयोगः भवितुम् अर्हति, न तु स्वस्य कपालस्य घटेन सह. तन्तोः अन्येन सह संयोगः शक्यते, न तु स्वस्य पटेन सह इति इदानीं निश्चितम्. पूर्वं यदुक्तं यदुत्वं तत् आधारेण एतं नियमम् अङ्गीकुर्मः. द्रव्ये अवयव अवयवी भावापन्नयोः एव द्रव्ययोः अयुतसिद्धत्वं भवति. यदुक्तं कपालघटयोः भगिनि अस्तु, कापि समस्या स्यात् तर्हि जयन्ती भगिनी किञ्चित् वदति वा? आं भगिनि, युतसिद्धत्व आपन्नयोः द्रव्ययोः एव संयोगः भवति. तत्र अयुतसिद्धत्वे सति परस्परद्रव्ययोः संयोगः न भवति इति बहूनि उदाहरणानि अस्माभिः दृष्टानि. कपालघटयोः कदापि न संयोगः जायते, तन्तुपटयोः कदापि न संयोगः जायते, यतोहि तयोः अयुतसिद्धत्वम् अस्ति. कपालद्रव्यान्तरेण संयोगः भवितुम् अर्हति, यतोहि तत्र कपाल अन्यद्रव्ययोः युतसिद्धत्वम् अस्ति, अतः तत्र तेषु सन्दर्भेषु एव संयोगः भवति. अस्तु, इति तावदेव अस्ति. अत्र पुनः सारांशरूपेण उक्तं, युतसिद्धयोः द्रव्ययोः मध्ये संयोगः, अयुतसिद्धयोः द्रव्ययोः मध्ये संयोगः नास्ति. अस्तु भगिनि, अग्रे पठति वा? अपि च एकं वक्तव्यम् अस्ति, अपरेषु उदाहरणेषु द्रव्यं गुणः, द्रव्यं क्रिया, तत्र अयुतसिद्धत्वम् अस्ति पदार्थयोः मध्ये, न तु द्रव्ययोः मध्ये, खलु? पुनः वदतु भगिनि. चिन्तयन्तु, अत्र द्रव्यगुणः, द्रव्यम् इति द्रव्यं, परन्तु गुणः इति पदार्थः खलु. द्रव्यमपि पदार्थः, गुणः अपि पदार्थः. तर्हि द्रव्यगुणः इति अयुतसिद्धद्रव्येन अयुतसिद्धौ पदार्थौ, पदार्थौ तयोः मध्ये अयुतसिद्धत्वं, परन्तु अवयव अवयवी कपालः घटः तत्र द्रव्यद्वयं, तौ अयुतसिद्धद्रव्यौ, तयोः मध्ये संयोगः नास्ति. अवगच्छामि. अस्तु, एवमेव कार्य पूर्वं यदा उक्तं कार्यक्रिया द्रव्यक्रिया द्रव्यक्रियेण तत्र कीदृश तत्रापि तयोः मध्ये समवायसम्बन्धः, अपि च तयोः मध्ये अयुतसिद्धत्वम् इति अपि अस्ति. अयुतसिद्धत्वम् इति स्वभावः उभयोः अस्ति, द्रव्यक्रिययोः अयुतसिद्धत्वम् इति अस्ति. अस्तु भगिनि, अग्रे पठति वा? इदानीं कौ युतसिद्धौ इति प्रश्नः. पृथक् आश्रय आश्रितौ, शरीरं पुस्तकं, तयोः संयोगः भवति. तौ द्वौ युतसिद्धौ, तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च उभे द्वे द्रव्ये पृथक् आश्रय आश्रिते भवतः। मम शरीरं स्वस्य अवयवान् आश्रित्य तिष्ठति, पुस्तकं तु स्वीयानि पृष्ठानि आश्रित्य तिष्ठति। अतः शरीरं पुस्तकं च पृथक् आश्रय आश्रितौ। विग्रहवाक्यम् एवं पृथक् च तौ आश्रयौ च पृथक् आश्रयौ इति कर्मधारयसमासः। पृथक् आश्रयौ आश्रितौ, पृथक् आश्रय आश्रितौ इति द्वितीया तत्पुरुषसमासः। कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः। इदानीं पृथक् आश्रय आश्रितौ इति पदस्य प्रसः अस्ति। पृथक् आश्रय आश्रितौ एतावता अयुत्सिद्धौ कौ इति वयं दृष्टवन्तः भिन्नैः उदाहरणैः। अधुना युतसिद्धौ इत्यस्य किञ्चित् परिशीलनम्। अस्तु, कुत्र इदानीं युतसिद्धत्वम् इति कुत्र भवति इत्यस्य विवरणम् अस्ति। पृथक् आश्रय आश्रितौ इति अस्ति नूतनपदम्। यत्र युतसिद्धत्वम् अस्ति नाम शरीरपुस्तकयोः मध्ये युतसिद्धत्वम् अस्ति। युतसिद्धत्वम् इत्युक्ते वयं दृष्टवन्तः यत् पृथक् पदार्थौ पृथक् आश्रयम् आश्रित्य तिष्ठन्ति, पृथक् अवयवम् आश्रित्य तिष्ठतः इति। शरीर अस्मिन् उदाहरणे तयोः स्वभावः कीदृशः इत्युक्ते शरीरं पुस्तकं च उभे, शरीरपुस्तकं शरीरं हस्तम् आश्रित्य वा अन्यत् किमपि अवयवम् आश्रित्य तिष्ठति, पुस्तकं तु पृष्ठम् आश्रित्य तिष्ठति। अतः ते द्वे द्रव्ये पृथक् आश्रय आश्रिते भवति इत्युक्ते शरीरं पृथक् आश्रयम् आश्रित्य तिष्ठति, पुस्तकं भिन्न अवयवम् आश्रित्य तिष्ठति इति। अतः पृथक् आश्रय आश्रितौ इति समस्तपदम् अस्ति। विग्रहवाक्यमस्ति पृथक् च आश्रयौ पृथक् च आश्रितौ इति। तत्र कर्मधारयसमासः अस्ति, प्रथमभागः कर्मधारयः। आम्, पृथक् इति कर्मधारय, पृथक् आश्रयौ आश्रितौ इति पृथगाश्रयौ इति कर्मधारयसमासः। यथा सुन्दरौ बालकौ, सुन्दरौ च तौ बालकौ, तथा एव पृथक् च तौ आश्रयौ। पृथक् इति अव्ययस्य लिङ्गविभक्ति परिवर्तनं, वचनपरिवर्तनं नास्ति इति कृत्वा केवलं पृथक् इति। अस्तु, अतः पृथगाश्रय आश्रितौ इति द्वितीया तत्पुरुषसमासः। द्वितीया तत्पुरुषसमासः तथा नास्ति। द्वितीया तत्पुरुषसमासे पूर्वपदं द्वितीया विभक्त्या, रामस्य पुत्रः रामपुत्रः इति षष्ठी तत्पुरुष। तर्हि पूर्वपदं षष्ठीविभक्त्यां, तथैव पृथगाश्रय आश्रितौ इत्यस्मिन् पूर्वपदं पृथगाश्रयौ द्वितीया विभक्तौ अस्ति। पृथगाश्रयः पृथगाश्रयौ पृथगाश्रयं पृथगाश्रयौ पृथगाश्रयान् इति। अस्तु, आम् द्वितीया तत्पुरुषसमासः। अतः कर्मधारयगर्भ द्वितीया तत्पुरुषसमासः इत्युक्ते कर्मधारयसमासः अपि च द्वितीया तत्पुरुषसमासः इति वा? द्वितीया तत्पुरुषसमासे अन्तर्गतः अस्ति कर्मधारयसमासः। अस्तु, इति पदस्य विवरणं केवलम् इदं प्रदर्शयितुम् आश्रितौ तौ तयोः पृथक् पृथक् आश्रयौ इति आहत्य पृथगाश्रय आश्रितौ इति पदं प्रायः पुस्तके स्यात् विद्याधर्यं तदर्थम् एतावद् विवरणम् अस्ति अत्र इति चिन्तयामि. अस्तु, सन्ध्या भगिनी अग्रे पठति वा? पृथगाश्रयाश्रितौ इति समासस्य विग्रहवाक्ये आश्रयौ इति वक्तव्यं यतोहि आश्रयद्वयमस्ति, तस्य विशेषणं च पृथक्. पृथक् अव्ययम्, अतः तस्य द्विवचनान्तादिकं किमपि नास्ति. पृथगाश्रयौ आश्रितौ, पृथगाश्रयौ इत्यत्र द्विवचने द्वितीयविभक्तौ. द्वितीयविभक्तौ पृथगाश्रयौ किमर्थं स्वीकृतम् इति चेत्, द्वितीयतत्पुरुषे द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः इति सूत्रेण उच्यते केन केन शब्देन द्वितीयतत्पुरुषः भवति. श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न, तत्र श्रितशब्दः अस्ति. श्रितः इत्यनेन उपसर्गपूर्वकस्यापि ग्रहणम्, अतः न केवलं श्रुतशब्दः अपि तु आश्रितशब्दः अपि गृह्यते. यथा कृष्णम् आश्रितः कृष्णाश्रितः. श्रूयते किल? आम्, परन्तु मध्ये कोऽपि अन्यः ध्वनिः श्रुतः मया यथा डिस्कनेक्ट् अभवत्, अतः मम प्रश्नः आसीत्. अस्तु, तर्हि अत्र पृथगाश्रयाश्रितौ इति यः समासः अस्ति तत्र विग्रहवाक्ये आश्रयौ यद्भवती उक्तवती आसीत् तदेव आश्रयौ इति अस्ति, तद् आश्रयद्वयम् अस्ति, अतः आश्रयौ. तस्य विशेषणमस्ति पृथक् इति. इदानीम् आश्रयौ इति द्वितीयविभक्तौ अस्ति पदं, पृथक् तु अव्ययमस्ति, अतः तस्य द्विवचनं तत्र किमपि नास्ति. तर्हि पृथगाश्रयौ आश्रितौ इति इत्यत्र पृथगाश्रयौ इति यत् पदमस्ति द्विवचने द्वितीयविभक्तौ अस्ति. तत्र द्वितीयविभक्तिः किमर्थं स्वीकृता इति प्रश्नः अस्ति चेत् अत्र सूत्रमस्ति द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः. तेन सूत्रेण तत्र श्रित अतीत पतित गत अत्यस्त प्राप्त आपन्न इति पदानि सन्ति चेत् तत्र द्वितीय यदा समासं कुर्मः तेन सह तत्पुरुषसमासः, तदा द्वितीया विभक्तौ तत्र द्वितीयविभक्तिः स्वीकरणीया. यथा उदाहरणं तत्र कृष्णम् आश्रितः कृष्णाश्रितः इति पदमस्ति, कृष्णम् आश्रितः इति तस्य विग्रहवाक्यं भवति, द्वितीयविभक्तौ विग्रहवाक्यं करणीयम्. तर्हि तत्र श्रित इति यद्यपि केवलं श्रित इति पदमस्ति सूत्रे, परन्तु तत्र उपसर्गः अस्ति चेदपि तस्यापि तत्र तदपि पदं तत्र अन्तर्भवति, अतः श्रितः अस्ति वा आश्रितः अस्ति वा तत्र द्वितीयविभक्तिः स्वीकरणीया इति सूत्रं वदति इति अस्ति. अतः पृथगाश्रयौ आश्रितौ इति तत्र यदस्ति तत्र आश्रयौ पृथगाश्रयौ इति द्वितीया विभक्त्यन्तपदम् अस्ति इति वदन्ति. सत्यं, समीचीनम् इति एव अस्ति किमर्थं द्वितीया तत्पुरुषसमासः कृतः इति अनेन सूत्रेण. सम्यक् वा? अत्र कोऽपि प्रश्नः न स्यात् इति चिन्तयामि. अस्तु, तर्हि अग्रे गोपालमहोदय पठति किम्? आम्, यद्यपि पृथगाश्रयाश्रितौ इति समासस्य कृते सप्तमी तत्पुरुषे विधायकसूत्रं नास्ति. सप्तमी सौण्डैः सूत्रेण सौण्डादिगणे पठितानां शब्दानां सप्तमी तत्पुरुषः अक्षेषु सौण्डः अक्षसौण्डः अक्षेषु सौण्डः तत्र सामान्यतया तत्र सप्तमी एव भवति, परन्तु अक्षधूर्तः अक्षखितवः सौण्डादिगणे सौण्ड धूर्त खितव व्याड प्रवीण संवीत अन्त वनेऽन्तः वनान्तः पटु पण्डित कुशल चपल निपुण. किन्तु पृथगाश्रयात्मितौ इति सप्तमी तत्पुरुषत्वेन प्रयोगे लभ्यते चेत् दोषः न स्यात्, यतोहि सप्तमी सौण्डैः इति सूत्रे अविद्यमानैः शब्दैः बहुत्र लोके सप्तमी तत्पुरुषसमासः कृतः पृथगाश्रयाश्रयोः आश्रितौ पृथग आश्रयोः आश्रितौ इति. तथापि अत्र द्वितीयाव्यक्तौ सूत्रम् अस्ति एव, अतः द्वितीया तत्पुरुषसमासः स्वीक्रियते पृथगाश्रय आश्रितौ इति. तत्र इदानीम् एवं पूर्वमुक्तं किमर्थं द्वितीयाव्यक्ति पृथक् आश्रय पृथक् आश्रय आश्रितौ इति तस्मिन् किमर्थं द्वितीय तत्पुरुषसमासः अपि चेत् तत्र सूत्रद्वारा द्वितीयाश्रितातीतपतीतगतात्य इति सूत्रेण, परन्तु अन्यसूत्रमपि सप्तमी सौण्डैः इति सूत्रेण सामान्यतया तदपि समीचीनमेव एवं पृथक् एवं वदामः चेत् पृथक् आश्रयोः आश्रितौ इति तदपि समीचीनमेव, परन्तु सूत्रमस्ति तस्य द्वितीयाव्यक्तु सूत्रम् अस्ति एव, अतः द्वितीया तत्पुरुषसमासः स्वीक्रियते. यद्यपि सप्तमी तत्पुरुष पुरुषसमासः अपि स्वीकुर्मः चेत् तदपि समीचीनमेव. किमर्थं चेत् सप्तमी सौण्डैः तत्र अन्तर्भूता बहवः पदानि बहूनि पदानि सन्ति. सौण्डादिगणे सौण्ड धूर्त कितव व्याड प्रवीण संवीत अन्त पण्डित बहूनि पदानि सन्ति. तत्र शित इति पदं नास्ति, परन्तु तदपि समीचीनमेव. इदेव सारांशः इति समीचीनमेव, यतोहि लोके बहूनि उदाहरणानि सन्ति. सौण्डादिगणे न अविद्यमानानामपि सप्तमी तत्पुरुषः भवितुम् अर्हति पृथग् आश्रययोः आश्रितौ. सामान्यतया चिन्तयामश्चेत् आश्रय आश्रितः तत्र अधिकरण एकम् अधिकरणम् अपरम् आधेयः खलु. तत्र सप्तमी एव सामान्यतया उपयुज्यामः. हा, एतावता तु न्यायशास्त्रे सप्तमी एव आसीत्. तदर्थं भिन्नः अस्ति. हा हा, इत्येव वार्ता. तदर्थम् अयं प्रश्नः आगतः, किमर्थं सप्तमी न स्यात् पृथगाश्रययोः इति. सप्तमी किमर्थं न स्यात् पूर्वपदस्य इति. यदा कदापि किमपि उपयुज्यामः चेत् तदपि तत्रापि दोषः नास्ति इति मन्ये. सत्यं सत्यं, दोषः तु नास्ति. द्वितीयतत्पुरुषस्य कृते सूत्रमस्ति इति कृत्वा द्वितीय तत्पुरुषः स्वीकृतः, नो चेत् दोषः नास्ति, तथापि कर्तुं शक्नुमः इति. अस्तु, समीचीनं. तर्हि अग्रे वर्धिनी भगिनी पठति वा? आं भगिनि. इदानीं युतसिद्धत्वम् इत्यस्य तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् एतदेव. द्वयोर्द्रव्ययोर्मध्ये एकस्य नाशपर्यन्तं तदन्यद आश्रित्य यदि तिष्ठति तर्हि ऐतिसिद्धम्. अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते, किन्तु एतत् विवरणमपि सङ्गच्छते तत्र. पृथगाश्रय आश्रितौ यत्र यत्र युतसिद्धत्वं वर्तते तत्र तत्र पृथगाश्रय आश्रितत्वम् अस्ति एव. युतसिद्धत्वं तर्कसङ्ग्रहे दीपिकायां वा विद्यमानं विवरणम् इदानीम् उच्यते. द्वयोः द्रव्योः मध्ये एकस्य नाशनपर्यन्तं तदन्य आश्रितस्य यदि अयितसिद्धं द्रव्यो इति तु जानीमः एतावता दृष्टं नाशपर्यन्तं तद् आश्रित्य यदि तत् अयितसिद्धम् अत्र विद्याधर्यां विवरणं किञ्चित् भिन्नरीत्या उच्यते. किन्तु एतत् विवरणमपि सङ्गच्छते तत्र पृथग् आश्रय आश्रितौ भिन्न आश्रयः आश्रितौ इति वा. हा सत्यं सत्यं भगिनि एतावता यदुक्तं पृथग् आश्रय आश्रितौ भिन्नभिन्न आश्रयम् आश्रित्य तिष्ठति. यत्र यत्र युतसिद्धत्वं वर्तते तत्र तत्र पृथग् आश्रय आश्रितत्वम् अस्ति एव. अस्तु तर्हि अयुतसिद्धत्वम् इत्यस्य स्थले यत्र यत्र अयुतसिद्धत्वं तत्र तत्र समवायः. अत्र किमस्ति अत्र किमस्ति भगिनि? यत्र अयुतसिद्धत्वम् अस्ति तत्र समवायसम्बन्धः अस्ति. यत्र यत्र युतसिद्धत्वं वर्तते तत्र पृथग् आश्रय आश्रितत्वम् अस्ति. अस्ति आश्रय आश्रितत्वं भिन्नभिन्नम् अस्ति. आश्रयः युतसिद्धत्वे सति सत्यम् इति अस्ति. अस्तु माला भगिनी अग्रे पठति वा? माला भगिनी अस्ति किम्? तर्हि राजेन्द्रमहोदय. आम् आं भगिनि. पृथग् आश्रय आश्रय आश्रित्वं नाम किमिति चेत् वृक्षः स्व अव्यवे स्थितः, पक्षिः स्व अव्यवे च. वृक्षः पक्षी च युतसिद्धौ, यतोहि वृक्षस्य आश्रयः पृथकः, पक्षिणः च आश्रयः पृथक्. वृक्षस्य आश्रयः पक्षिणः च आश्रयः इति परस्परं पृथक् इत्यस्मात् वृक्षः पृक्षी च युतसिद्धौ. अतः उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः, क्रियाया पक्षिणः वृक्षस्य च संयोगो भवति. एवं शरीरं तरुश्च स्व अव्यवे स्थितौ इति द्वितीयम् उदाहरणं. तत् हस्तक्रियाया हस्ततरु संयोगः, तेन च शरीरतरुसंयोगः इति च स्थितम्. पृथग् आश्रितं मीन् यथा वृक्षः स्व अव्यवे स्थितः अस्ति, पक्षी स्व अव्यवे स्थितः अस्ति, तथा वृक्षपक्षी च युतसिद्धौ सन्ति. तत्र संयोगः भवितुम् अर्हति, कर्म च संयोगस्य संयोगः भवितुम् अर्हति. यतोहि वृक्षस्य आश्रये पृथक्, पक्षिणः आश्रये पृथक्. वृक्षस्य आश्रयः पक्षिणः च आश्रये इति परस्परं पृथक् इत्यस्मात् वृक्षः पक्षी च युतसिद्धौ. पुनः तथैव वक्तव्यम् अस्ति. अतः उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मज संयोगः. यदा पक्षिणी कमपि क्रिया जायते तत्र तु कर्मज संयोगः भवति जायते. क्रियाया पक्षिणः वृक्षस्य च संयोगः भवति. अस्तु एकनिमिषं महोदय, तत्र वाक्यं परिशीलयतु. उत्पन्नायां पक्षिणी पुनः क्रियायां जायते कर्मजः संयोगः इति, तत्र कः कस्य विशेषणम् अपि च सप्तमी विभक्ति किमर्थम्? उत्पन्नायां तु सप्तमी अस्ति. पक्षिणी सप्तयां विशेषणम् अस्ति, पक्षिणी विशेष्यम् अस्ति. अत्र वाक्यं किञ्चित् परिवर्त्य वदामि. अस्तु, उत्पन्नायां क्रियायां पक्षिणी कर्मजः संयोगः जायते. इति उत्पन्नायां क्रियायाम् इति सतिसप्तमी, यदा तदा इत्यस्मिन् अर्थे, यदा क्रिया उत्पन्ना तदा कर्मजः संयोगः जायते. यदा क्रिया उत्पन्ना इत्यस्यां स्थाने सप्तमी विभक्ति अस्ति. क्रियायाम् उत्पन्नायां पक्षिणी पुनः जायते कर्मजः संयोगः. अस्तु महोदय, अग्रे. क्रियायाः पक्षिणा वृक्षस्य च संयोगः भवति. यथा तत् क्रिया जायते तत् पक्षिणः वृक्षस्य संयोगः जायते. एवं शरीरं तरुश्च स अवयवे स्थितौ इति द्वितीयम् उदाहरणं. शरीरं तरु इत्युक्ते भगिन्या जानामि, तरु वृक्षः. अस्तु, आमाम्, इदानीं हिन्दीभाषायाम् एकं तरु अस्ति किल भवान्. अस्तु, आमां, धन्यवादः. एवं शरीर वृक्षस्य मध्ये स अव्यवस्थितौ सन्ति. तत्र अपि ते अपि युतसिद्धौ, तौ अपि युतसिद्धौ. तत्र द्वितीय उदाहरणं, तत् हस्तक्रियाया हस्ततरु संयोगः, हस्त वृक्षसंयोगः अपि तथैव युतसिद्धौ स्तः. तेन च शरीरतरु संयोगः, हस्तक्रियायाः यथा हस्ततरु संयोगः जायते, सः संयोगः कर्मजः संयोगः. तदनन्तरं शरीरतरु संयोगः जायते, संयोगज संयोगः तथा. समीचीनम् इति अस्माभिः पूर्वमपि परिशीलितं. यथा महोदयेन उक्तं, प्रथमं हस्तक्रियया कर्मजः संयोगः, तदनन्तरं शरीरे संयोगजः संयोगः इति अस्ति. माला भगिनी अस्ति वा अधुना? अस्तु, जयन्ती भगिनी पठति वा अन्तिमपरिच्छेदम्? आं भगिनि, अत्र प्रश्नः तत्र खलु भगिनि? अत्र प्रश्नः उदेति, घटकपालयोः अवयवाः अपि भिन्नाः किल? घटस्य अवयवौ द्वौ कपालौ, कपालस्य च अवयवे द्वे कपालिके. अनेन घटकपालयोः अपि पृथक् आश्रय आश्रितत्वात् युतसिद्धत्वं स्यात्. किन्तु वृक्षपक्षिणोः स्थितिः यथा, घटकपालयोः स्थितिः तथा नास्ति. घटकपालयोः स्थित्यां किञ्चित् वैलक्षण्यं भवति. वस्तुतः यत्र पृथक् आश्रय आश्रितत्वं वर्तते, तत्र द्वयोर् अवयवाः सर्वथा भिन्नाः स्युः. यथा पक्षिणः वृक्षस्य च अवयवाः नितरां भिन्नाः, तथा घटकपालयोः अवयवाः भिन्नाः इति नास्ति. घटकपालयोः स्थितौ परम्परया अवयवसाम्यं विद्यते. कपालः कपालिकाद्वये स्थितः, परम्परया घटः अपि तत्रैव आश्रितः. अनेन द्वयोः पृथग् आश्रय आश्रितत्वं नास्ति. यस्मात् अनयोः द्वयोः अयुतसिद्धत्वं न तु युतसिद्धत्वम्. एवं च निगमनम् इदं पृथग् आश्रय आश्रितयोरेव युतसिद्धयोरेव मूर्तयोः जायते उभयविधसंयोगः. हस्तवृक्षयोः वास्तविकं पृथक् आश्रय आश्रितत्वम् इत्यतः द्वयोः मध्ये कर्मजः संयोगः, शरीरवृक्षयोः च संयोगजः संयोगः. इदानीं पृथक् आश्रय आश्रितौ स्तः द्वे द्रव्ये इति सन्दर्भे इत्यस्य सन्दर्भे पृथक् आश्रयम् आश्रित्य शरीर द्वे द्रव्ये स्तः इति अर्थः. तर्हि प्रश्नः उदेति, घटकपालयोः विषये वयं किमर्थं वक्तुं न शक्नुमः यत् घटः पृथक् घटकपालयोः पृथक् आश्रय आश्रितत्वम् अस्ति इति इत्युक्ते साधारणतया वयं पश्यामश्चेत् घटस्य आश्रयः अस्ति कपालः इति वयं जानीमः. कपालस्य आश्रयः अस्ति कपाल कपालिका इति. तर्हि एवं पश्यामश्चेत् अवयवाः भिन्नाः इति वक्तुं शक्नुमः. तर्हि अवयवाः भिन्नाः अवयवाः इत्यस्य स्थाने आश्रयाः इति वदतु, तदा स्पष्टं भवति किमर्थं प्रश्नः इति. अस्तु, अवयवाः भिन्नाः घटस्य आश्रयाः, घटस्य आश्रयः भिन्नः, पुनः कपालस्य आश्रयः भिन्नः इति वयं वक्तुं शक्नुमः. तर्हि पृथक् आश्रय आश्रितत्वे स्तः वा इति प्रश्नः. परन्तु परम्परया वयं वक्तुं शक्नुमः कपालस्य आश्रयौ कपालिकौ. घटस्य आश्रयः यद्यपि कपालः, कपालस्य आश्रयौ कपालिका द्वयम्. अतः परम्परया वयं वक्तुं शक्नुमः घटस्य आश्रयः कपालिका द्वयम् इति. अतः परम्परया वयं समान अवयवाः समान आश्रयाः इति वयं वक्तुं शक्नुमः. अतः घटकपालयोः विषये पृथक् आश्रय आश्रितत्वं नास्ति एव. अयुतसिद्धत्वम् अस्ति न तु युतसिद्धत्वं. पुनः सारांशरूपेण वयं वक्तुं शक्नुमः यत् यत्र पृथक् आश्रय आश्रितत्वम् अस्ति तत्रैव द्रव्ययोर्मध्ये संयोगः भवति, कर्मजः वा संयोगजः भवति इति. समीचीनमस्ति. तर्हि सर्वैः बुद्धं स्यात् अयम् अंशः, पृथग् आश्रय आश्रितयोः युतसिद्धयोः द्रव्ययोः मध्ये एव उभयविधसंयोगः, नाम कर्मजः वा संयोगजः संयोगः. अत्र कोऽपि प्रश्नाः न सन्ति चेत् प्रश्नः. परिच्छेदे परमाणुविशेषः इति अस्ति खलु सम्बन्धविषये, विशेष तत्र किम् अस्ति? विशेषः इति वा? विशेषः इति पृथक् पदार्थः एव, एकः पदार्थः सप्तसु पदार्थेषु अन्यतमः. सः यस्य आश्रितं परमाणुः अस्ति वा? विशेषः इति आश्रयः वा? न, परमाणु इति आश्रयः, विशेषः परमाणुषु वर्तते. अस्तु, ओ अस्तु भगिनि. पुस्तकस्य आरम्भे एव सप्त पदार्थाः इत्यस्य विषये यदि वदन्ति तदा तत्र पश्यति चेत् विशेषः इति अन्यतमः पदार्थः. अस्तु अस्तु भगिनि, परमाणुषु वर्तते सः. आम् आम्, अस्तु, धन्यवादः. धन्यवादः, धन्यवादः, धन्यवादः.